ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ओम् श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् प्रवर्तमानविषयः अस्ति अष्टाध्यायाः समग्रदृष्टिः इदानीं तत्र वयं तत्र करपत्रस्य अन्तिं स्मः तत्र केचन अधिकारसूत्राणि सन्ति इत्युक्ते यदा वयं पाणिनि ग्रन्थद्वारा तत्र अष्टाध्यायाः अध्ययनं कुर्मः तत्र ग्रन्थस्य तत्र कथं तत्र कस्मिन् अध्याये कः कः मुख्यविषयः अस्ति इति अस्माभिः दृष्टम् अनन्तरं तत्र वयं वदामः अष्टाध्यायीग्रन्थः प्रकरणग्रन्थः तु सो प्रकरणं किं प्रक्रिया किम् इति अपि अस्माभिः दृष्टम् स्थूलरूपेण तत्र कस्मिन् अध्याये कः विषयः अस्ति इति जानीमः चेत् तत्र किञ्चित् सौलभ्यं भवति अपि च तत्र प्रकरणस्य उदाहरणानि अपि अस्माभिः दृष्टं यथा तत्र इत्संज्ञाप्रकरणम् अस्ति द्वित्वप्रकरणम् अस्ति अनन्तरं तत्र नत्वप्रकरणम् अस्ति अपि च तत्र सन्धिप्रकरणम् अपि तत्र वयं दृष्टवन्तः अच् सन्धिप्रकरणं षष्ठाध्याये अस्ति अपि च अनन्तरं तत्र अष्टाध्याये विसर्गसन्धि हल्सन्धि तत्र सूत्राणि सन्ति तस्मिन् अध्याये एव तत्र नत्वप्रकरणम् अपि अस्ति सो नत्वप्रकरणम् इति यः अस्ति तत्र रषभ्यां नूनः इति आरभ्य तत्र रेफ् शकारस्य उत्तरस्य नकारस्य एकस्मिन् एव पदे यद् निमित् अपि च निमित्तं अस्ति तत्र तस्य मूर्धन्य आदेशः भवति अनन्तरं वयं तत्र दृष्टवन्तः कुत्रचित् पदद्वये अपि एतत् कार्यं भवति परन्तु तत्र यथा तत्र प्रातिपदिकात् नुं विभक्ति शूच इति सूत्रम् अस्ति तस्मिन् एव प्रकरणे नत्वप्रकरणे सो प्रातिपदिकात् सम्बन्धी नकारः दन्त्यनकारः अपि च नुं सम्बन्धि दन्त्यनकारः अपि च विभक्तिसम्बन्धिनकारः अस्ति चेत् पूर्वस्मिन् तत्र पूर्वपदे तत्र दन्त्यनकारस्य कृते यत् निमित्तम् अस्ति मूर्धन्यनकारस्य कृते यत् निमित्तम् अस्ति इत्युक्ते रेफः अथवा शकारः पूर्वस्मिन् पदे निमित्तम् अस्ति अपरस्मिन् पदे विभक्तिसम्बन्धिनकारः नो चेत् प्रातिपदिकसम्बन्धिनकारः अपि च तत्र नुं सम्बन्धिनकारः अस्ति चेत् तस्यापि नूनः भवति परन्तु समान तत्र प्रक्रिया भवति अट् कुप् वाङ् नुं व्यये अपि सो एतादृशः व्यवधाने अपि तत्र नत्वं भवति इति अपि तस्मिन् एव सम्पूर्ण तत्र नत्वस्य विषये यानि यानि तत्र सूत्राणि आवश्यकानि ते सर्वाणि एकत्र एव तत्र एकस्मिन् एव स्थले ग्रन्थे दत्तम् अतः तस्य नाम एव प्रकरणं सो प्रकरणे एकदृश्यकार्यम् एव भवति तत्र कोऽपि अन्यत् कार्यं न भवति सो तस्य कृते यानि सूत्राणि अपेक्षितानि महर्षिद्वारा तत्र ते सर्वाणि सूत्राणि एकस्मिन् एव स्थले तत्र दत्तानि अनन्तरं वयं जानीमः तत्र ग्रन्थस्य यः शैली अस्ति तत्र अनुवृत्ति इति शैली अस्ति अनुवृत्ति सरला भवेत् तस्य कृते एव प्रकरणाधारेण तत्र सूत्राणि दत्तानि अपि च तत्र एकम् अन्यत् ग्रन्थे एकम् अन्यत् तत्र शैली अस्ति अधिकारसूत्रं सो अधिकारसूत्रस्य कोऽपि तत्र तेन सूत्रेण कोऽपि कार्यं न भवति किमपि तत्र संज्ञा न भवति परन्तु अधिकारसूत्रे यत् पदं दत्तं तत् विशिष्टपदमस्ति विशिष्ट इत्युक्ते तत्र तस्य पदस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु वर्तते अतः लाघवार्थं महर्षिणा तत् विशिष्टपदम् आदौ एव प्रकरणस्य आदौ एव तत्र स्थापितं तेन किं भवति वयं जानीमः एतस्य पदस्य तत्र अधिकारः प्रथमसूत्र आरभ्य मे बि 20 सूत्रपर्यन्तं कुत्रचित् अत्र यदा तत्र प्रत्ययः इति यः अस्ति बृहत् अधिकारसूत्रम् अस्ति त्रिषु अध्यायेषु सम्पूर्णत्रिषु अध्यायेषु प्रत्ययः इति पदस्य तत्र अधिकारः वर्तते 311 आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं चतुर्थपादस्य अन्तिमसूत्रपर्यन्तं प्रत्ययस्य इत्यस्य अधिकारः तत्र वर्तते. सो एतत् बृहद् ग्रन्थस्य बृहत् अधिकारसूत्रम् अस्ति प्रत्ययः. तस्य अनन्तरं साक्षात् अनन्तरं परश्च. सो एतत् सूत्रद्वयस्य अधिकारः त्रिषु अध्यायेषु वर्तते. सो एतेषु त्रिषु अध्यायेषु तत्र प्रत्ययानां विधानम् अस्ति. सो ये ये प्रकृति अनन्तरं ये ये प्रत्ययाः आगन्तुं शक्यते तेषां कृते यानि सूत्राणि सन्ति ते सर्वाणि सूत्राणि एतेषु त्रिषु अध्यायेषु एव तत्र महर्षिणा दत्तम्. अतः त्रिषु अध्यायेषु सम्पूर्णत्रिषु अध्यायेषु प्रत्ययः अपि च परश्च इति सूत्रद्वयस्य अधिकारः. अधिकारः इत्युक्ते एतस्य यः प्रत्ययः इति यः पदम् अस्ति विशिष्टपदम् अस्ति अस्य आवश्यकता बहुषु सूत्रेषु तत्र भवति. अतः लाघवार्थं महर्षिणा किं कृतम् आदौ एव एतत् विशिष्टपदं दत्तं तस्य नाम अस्ति अधिकारसूत्रं. किमर्थं चेत् एतस्य पदस्य अनुवृत्तिः विधिसूत्रे यत्र यत्र विधिसूत्रम् अस्ति तत्र तु अवश्यं भवति अनुवृत्तिः. कुत्रचित् केचन संज्ञासूत्रम् अस्ति नो चेत् मध्ये किमपि भिन्नसूत्रम् अस्ति चेत् तत्र आवश्यकता यद्यपि तादृश आवश्यकता नास्ति परन्तु विधिसूत्रे तु अधिकारसूत्रस्य अनुवृत्तिः अवश्यं भवति. सो तत्र अधिकारसूत्रस्य अनुवृत्तिः न कुर्मः चेत् तत्र सूत्रस्य सम्पूर्ण अर्थः कः इति वयं न अवगन्तुं शक्यते. अतः सूत्रे विशिष्टपदस्य आवश्यकता अस्ति अर्थावगमनार्थम्. अतः एतत् अधिकार तस्य नाम एव अधिकारसूत्रम्. सो वयं जानीमः अनेन सूत्रेण एव तत्र प्रकृति अनन्तरं प्रकृतिः तृतीयाध्याये प्रकृतिः धातु अस्ति चतुर्थपञ्चम अध्याये तत्र प्रातिपदिकम् इति प्रकृतिः अस्ति. सो प्रातिपदिकस्य अनन्तरं येषां येषां विधिः येषां येषां नूतनशब्दसमूहानां विधानं महर्षिणा कृतं तेषां कृते एकं नामकरणं तत्र भवति प्रत्ययः. सो यथा तत्र अत्र उदाहरणे वर्तमाने लट् इति लिखितं. सो धातोः वर्तमानकालस्य विवक्षायां तत्र लट् प्रत्ययः परश्च इति तस्य विधिः अस्ति विधिसूत्रम् अस्ति. सो धातोः अनन्तरं लट् इति यः शब्दसमूहः अस्ति सः धातु वा प्रातिपदिक वा किमपि तस्य कृते कोऽपि संज्ञा अस्ति वा कोऽपि नामकरणम् अस्ति वा इत्युक्ते यः प्रत्ययः इति सूत्रं तस्य अधिकारः अत्र अस्ति तेन अनेन सूत्रेण एव लट् इति प्रत्ययः भवति. लट् इति शब्दसमूहस्य कृते प्रत्यय इति नामकरणं भवति. सो अनेन सूत्रेण न केवलं यः अधिकारसूत्रम् अस्ति परन्तु अनेन सूत्रेण एतेषु त्रिषु अध्यायेषु यत्किमपि नूतनशब्दः विधीयते प्रकृति अनन्तरं तस्य नाम अस्ति प्रत्ययः. सो लट् अपि प्रत्ययः कर्तरि शप् इत्यनेन शप् इत्यस्य विधानं. सो शप् अपि प्रत्ययः. तथैव दिवादिभ्यः शन् इति सूत्रेण शन् इति शब्दसमूहस्य विधिः. सो दिवादिभ्यः दिवादिगणे ये धातवः सन्ति तेषां कृते तत्र कर्तर्थक् सार्वधातुप्रत्ययपरे शन् इति शब्दसमूहस्य विधिः अस्ति. कोऽपि वदति चेत् शन् इत्युक्ते किं शन् इति प्रत्ययः. किमर्थं चेत् तस्मिन् विधिसूत्रे अपि प्रत्ययः परश्च इति अस्य अधिकारः अनयोः अधिकारः तत्र स्तः. अतः शन् अपि प्रत्ययः शप् अपि प्रत्ययः नवुल् तृचौ धातोः नवुल् तृचौ. सो यत्किमपि धातोः तत्र शास्त्रे तत्र पाणिनिधातुपाठे तत्र सन्ति तस्य कृते नवुल् अपि च तृच् इत्यस्य नूतनशब्दस्य तत्र विधिः अस्ति. सो नवुल् अपि प्रत्ययः तस्मिन् सूत्रे अपि प्रत्ययः परश्च इत्यस्य अधिकारः अस्ति. अतः नवुल् अपि प्रत्ययः, तृच् अपि प्रत्ययः. कीदृशप्रत्ययः? धातोः ये प्रत्ययाः विधीयते ते प्रत्ययाः. सो धातोः ये प्रत्ययाः विधीयन्ते वयं जानीमः, तिङ् नास्ति चेत् कृत्, तेषां कृते कृत् संज्ञा अस्ति कृदतिङ् इति सूत्रेण. अतः नवुल् तृच् इति कृत् प्रत्ययः. परन्तु अनेन सूत्रेण प्रत्ययः परश्च इति सूत्रद्वयस्य द्वारा वयं किं जानीमः, नवुल् अपि प्रत्ययः, तृच् अपि प्रत्ययः. एते प्रत्ययाः धातोः विधीयन्ते अपि च परश्च इति सूत्रेण धातोः परे विधीयन्ते. सो स्पष्टीकरणार्थं महर्षिणा तत्र परश्च सूत्रमपि दत्तं. यद्यपि तस्य भाष्यकार वदति एतत् सूत्रस्य आवश्यकता नास्ति, परन्तु केवलं तत्र टीकाग्रन्थेषु किं लिखितं स्पष्टीकरणार्थम् एव एतत् सूत्रं तत्र शास्त्रे विधीयते. सो यथा तत्र वर्तमाने लट् इति सूत्रम् अस्ति. सो लट् इति प्रत्ययः अस्ति, परन्तु लट् इति प्रत्ययः कुत्र विधीयते? तत्र तु साक्षात् लिखितं धातोः इति पञ्चमी अस्ति. सो पञ्चमी अस्ति चेत् तस्य अनन्तरं विधीयते इति तु तेन अपि वयम् अवगन्तुं शक्यते. परन्तु तत्र कोऽपि भ्रमः न भवेत् तस्य कृते एव महर्षिणा परश्च इति सूत्रम् अपि दत्तम्. सो धातोः वर्तमाने लट् प्रत्ययः परश्च, परश्च इत्यनेन तत्र धातोः परे योजनीयम् एतत् नूतनशब्दसमूह. अतः तत्र टीकाग्रन्थेषु किं लिखितं परश्च इति सूत्रं स्पष्टीकरणार्थम् एव तत्र विधीयते. तस्य यद्यपि तादृश आवश्यकता नास्ति, परन्तु स्पष्टीकरणार्थं महर्षिणा एतत् सूत्रमपि योजितम्. अतः एतेषु त्रिषु अध्यायेषु यत्किमपि नूतनशब्दः विधीयते तस्य कृते तस्य प्रत्यय इति नामकरणं भवति, अपि च सः यस्य यस्य प्रत्यय इति नामकरणं सः परे योजनीयं, परश्च इति सूत्रेण धातोः नो चेत् प्रातिपदिकात् परे योजनीयम् इति तत्र प्रत्ययः परश्च इति सूत्रं तत्र पठितम्. इदानीं तत्र वयं जानीमः तृतीय अध्याये एकम् अन्यत् अधिकारसूत्रम् अस्ति धातोः. सो तत्र अस्मिन् तृतीय अधिकाये तत्र धातु अधिकारद्वयम्, एकं तु साक्षात् 3191 इति सूत्रं यः अस्ति तत्र धातोः इति विशिष्टपदं दत्तं. परन्तु तस्य प्राक् तत्र 3122 इति सूत्रे एकम् अन्यत् विधिसूत्रम् अस्ति धातोः एकाचः हलादे क्रियासंव्यहारे यङ्. सो अनेन सूत्रेण यङ् इति नूतनशब्दस्य विधिः अस्ति. सः यङ् कस्मात् विधीयते इत्युक्ते धातोः अत्र पञ्चमी अस्ति. सो विसर्गस्य रेफादेशः भूत्वा तत्र धातोर् एकाचः अत्रापि विसर्गस्य उत्वं भूत्वा तत्र गुणसन्धि भूत्वा ओ श्रूयते. सो धातोः एकाचः हलादेः क्रियासंविहारे यङ् इति सूत्रेण यङ् प्रत्ययस्य विधिः अस्ति. अस्मिन् सूत्रे अपि धातोः इति पदं दत्तं. किमर्थं चेत् पूर्वे कोऽपि धातु इति पदं नास्ति, अनन्तरं 3191 सूत्रे धातोः इति पदम् अस्ति. सो तृतीय अधिकारे धातु अधिकारद्वयम्, प्रथम अधिकारः 3122 इति सूत्रम् आरभ्य भवति, तत्र अनुवृत्तिः स्वीकुर्मः धातोः टिल् 90 सूत्रं प्रथमधातु अधिकारः वर्तते. अनन्तरं 91 आरभ्य द्वितीयधातु अधिकारः तत्र भवति. अत्र जालपुटे तत्र एकं करपत्रम् अस्ति, एकवारं पठतु. कुत्र अस्ति तत्र? तस्मिन् करपत्रे सम्पूर्ण तत्र दत्तं किमर्थं तृतीय अध्याये धातु अधिकारद्वयम्. मया कुत्रचित् पठितं धातु पाठे. अस्तु अहं तत्र दृष्ट्वा तत् करपत्रस्य लिङ्क् प्रेषयामि, एकवारं तत् करपत्रं पठतु। तस्मिन् करपत्रे साक्षात् तत्र लिखितं किमर्थं दातु अधिकारद्वयं तत्र आवश्यकं, किमर्थं प्रथमधातु अधिकारः एव न सम्पूर्णतृतीय अध्याये तस्य एव अधिकारः नास्ति, किमर्थं द्वितीय अनन्तरं 91 सूत्रे तत्र किमर्थं तत्र द्वितीयधातु अधिकारः महर्षिणा दत्तं, तस्य कृते का आवश्यकता इति अस्ति तस्मिन् करपत्रे दत्तम्। अहं तत्र लिङ्क् प्रेषयामि, एकवारं तत् करपत्रं पठतु। अस्तु, इदानीं मास्तु। सो इदानीं तत्र यः धातोः इति अधिकारः अस्ति तस्य तत् आरभ्य अग्रे पठामः। अत्र तु न दत्तं, परन्तु एकं करपत्रम् अस्ति, मया लास्ट् वीक् एव तत्र दृष्टं, परन्तु इदानीं तु तत्र न अस्ति। अस्तु, इदानीं प्रारम्भं कुर्मः। धातोः इति तत्र अधिकारसूत्रम् अस्ति। कः अथवा का आरम्भं करोति? अनुसूय भगिनी पठति वा भगिनी, धातोः इति अधिकारः? महोदय, धन्यवादः महोदय। धातोः तृतीय अध्याये प्रथमपादे एकनवतितमसूत्र अधिकार तृतीय अध्याये प्रथम तृतीय अध्याये प्रथमपादे एकनवतितमसूत्रतः तृतीय अध्याये चतुर्थपादे सप्तदश अधिक एकशतकृति पर्यन्तं कृदन्तानां तिगन्तानां च विधायकसूत्राणि भवन्ति। अस्मिन् तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत् यः कोऽपि प्रत्यवीतः स धातोः अनन्तरं वीतः। तृतीय अध्याये प्रथमपादे द्वाविंशतितमसूत्रतः तृतीय अध्याये प्रथमपादे नवतितम सूत्रपर्यन्तं तदेव समानं कार्यं करोति। धातोः एकाचो हलादे क्रियासमाभिहारे यङ् तृतीय अध्याये प्रथमपादे द्वाविंशतितमसूत्रः। यथा निष्ठा तृतीय अध्याये द्वितीयपादे द्वाधिकशतं निष्ठा एकसंज्ञा अस्ति, स तव तु इत्यनयोः प्रत्ययोः कृते सूत्रसङ्ख्यायां पश्य सूत्रसङ्ख्याद्वारा बुद्धं यत् अस्मिन् सूत्रे तृतीयः धातोः परश्च इत्येषु अधिकारः, तर्हि अनेन सूत्रेण स तव तु च भवतः तयोश्च प्रत्ययसंज्ञा स्तः। अपि च परश्च इत्यनेन धातोः परं विहितौ भूते तृतीय अध्याये द्वितीयपादे चतुरष्टतमसूत्रेण इत्यस्यापि अधिकारः, अतः भूतार्थे भवति। अनुरक्तिसहितसूत्रं धातोः निष्ठाः भूते कृतयः परश्च, उदाहरण कृप्यस्तवतु कृतवत् पुंसि कृतवान्। किम् अवगतं वदतु? निष्ठा एकसंज्ञा, तत्र तव तु प्रत्ययोः निष्ठा इति संज्ञा भवति। प्रथमे तत्र धातोः इति अधिकारस्य विषये वदतु, किञ्चित् वदतु। धातोः तृतीय अध्याये प्रथमपादे एकनवतितमसूत्रतः तृतीय अध्याये चतुर्थपादे सप्तदशाधिकशतक पर्यन्तं कृदन्तानां त्रिदन्तानां च विधायकसूत्राणि भवन्ति। निष्ठा अपि धातोः अधिकारः, निष्ठायाम् अपि धातोः अधिकारः भवति। सूत्रसङ्ख्यां पश्यतां वयं जानीमः निष्ठा तृतीयाध्याये द्वितीयपादे त्रि अधिकशतकम् अस्ति धातोः तृतीयाध्याये प्रथमं पाद एकनवतितः सूत्रतः तृतीयाध्याये चतुर्थपादे सप्तादश अधिक एकसूर्य सूत्रपर्यन्तं धातोः अधिकारः अस्ति अतः निष्ठा तत्र निष्ठायामपि धातोः अधिकारः वर्तते अतः अनुवृत्तिसहितसूत्रं धातोः निष्ठा भूते प्रत्ययः परश्च इति भवति इत्युक्ते निष्ठा इति एकं सूत्रं प्रत्ययः पर आगच्छति कृतवत् इति भवति सत्यं सो निष्ठा इति एकं सूत्रम् अस्ति विधिसूत्रम् अस्ति निष्ठा इति विधिसूत्रम् अनेन कार्यं विधीयते कीदृशकार्यं विधीयते प्रत्ययः प्रत्ययानां विधिः अस्ति परन्तु वयं जानीमः निष्ठा इति एकवचन तत्र पदम् अस्ति सो केवलं निष्ठा इति सूत्रं पठामः चेत् किमपि न अवगम्यते सो निष्ठा इति सूत्रं कुत्र अस्ति तृतीयपादे अस्ति तृतीय अध्यायस्य द्वितीयपादे अस्ति एतत् सूत्रं सो तृतीय अध्याये अस्ति अतः वयं जानीमः अस्मिन् अध्याये धातोः प्रत्ययः परश्च इति अधिकार एतेषां सूत्राणाम् अधिकारः अपि तत्र वर्तते अपि च एतत् विधिसूत्रम् अस्ति विधिसूत्रे अधिकारसूत्राणां तत्र अनुवृत्तिः अवश्यं भवति सो अत्र सम्पूर्णसूत्रं कथं भवति धातोः इति पञ्चमी अस्ति निष्ठा अपि च अत्र पूर्वसूत्रात् भूते इत्यपि अधिकारः अस्ति सो धातोः निष्ठा भूते प्रत्ययः परश्च सो धातोः इति अधिकारसूत्रं प्रत्ययः इति अधिकारसूत्रं परश्च इत्यपि अधिकारसूत्रम् अधिकारसूत्राणां तत्र अनुवृत्तिः विधिसूत्रे अवश्य करणीयं सो अत्र प्रत्यय पादत्रयस्य अनुवृत्तिः अवश्य अस्माभिः स्वीकरणीयम् अपि च भूते इत्यस्य पूर्वसूत्रात् अनुवृत्तिः अस्ति 3284 इति सूत्रमारभ्य तत्र भूते इति अधिकारः आरभ्यते सो 3284 आरभ्य तत्र भूते इति अधिकारः लघु अधिकारसूत्रम् अस्ति सम्पूर्ण अध्याये एतत् अधिकारः न वर्तते परन्तु लघु अधिकारसूत्रम् अस्ति अतः भूते इति पदस्य अपि अनुवृत्तिः भवति सो इदानीं यः सूत्रं महर्षिणा केवलं निष्ठा इति दत्तम् इदानीं अधिकारसूत्राणाम् अनुवृत्तिः कृत्वा एतत् कथं भवति धातोः निष्ठा भूते प्रत्ययः परश्च इदानीमपि तत्र सम्यक्तया अर्थस्य अवगमनं न भवति किमर्थं चेत् अत्र कोऽपि प्रत्ययस्य विषये किमपि न लिखितं निष्ठा इति लिखितं परन्तु निष्ठा तु कोऽपि प्रत्ययः नास्ति परन्तु निष्ठा इति संज्ञा अस्ति निष्ठा इति नामकरणम् अस्ति अहं चिन्तयामि तत्र प्रथम अध्याये एव तत्र सूत्रम् अस्ति त तव तु निष्ठा इति संज्ञासूत्रम् अस्ति प्रथम अध्याये अस्ति वा कुत्र अस्ति त तव तु निष्ठा स्क्रीन् दृश्यते वा भगिनि दृश्यते भगिनि अत्र पश्यतु आम् प्रथम अध्याये एव इत्युक्ते त तव तु इति द्विवचनात् पदम् अस्ति त तव तु इति प्रथमा द्विवचनपदम् अस्ति किमर्थं चेत् प्रत्ययद्वयस्य तत्र विधिः अस्ति न केवलं त इति प्रत्ययः परन्तु तव तु इति प्रत्ययः अतः अत्र द्विवचनात् पदं दत्तं तव तु दीर्घ उकारः अस्ति निष्ठा सो वयं जानीमः अष्टाध्याय्याः समग्रदृष्टिः यदा अस्माभिः एतत् करपत्रं पठितं तत्र किं लिखितं सर्वाणि ये संज्ञासूत्राणि अपि च परिभाषासूत्राणि प्रथम अध्याये एव महर्षिणा आदौ एव ते स्थापितं सो निष्ठा इत्युक्ते व्याकरणशास्त्रे निष्ठा इत्युक्ते किं सो प्रथम अध्याये एव महर्षिणा दत्तं निष्ठा इति नामकरणम् अस्ति कस्य नामकरणं क्त अपि च तवतु इति प्रत्ययद्वयस्य कृते कथं जानीमः एते प्रत्ययः तत्र निष्ठा इति यः विधिसूत्रम् अस्ति तत्र इदानीं जानीमः त अपि प्रत्ययः तव तु अपि प्रत्ययः, किमर्थं चेत् तत्र यत्र एतयोः विधिसूत्रम् अस्ति तत्र एव तत्र प्रत्ययः परश्च इति अधिकारः वर्तते, अतः तत्र स्पष्टीकरणार्थं तत्र मम मनसि तत्र स्पष्टता आयाति एतत् अपि प्रत्ययः. सो निष्ठा इति संज्ञा अस्ति. कस्य कृते? त तव तु इति शब्दसमूहस्य कृते निष्ठा इति नामकरणम् अस्ति. इदानीं तत्र तृतीय अध्याये तत्र केवलं निष्ठा इति दत्तम्. सो निष्ठा इति सूत्रं विधिसूत्रम् अस्ति. सो धातोः निष्ठा भूते प्रत्ययः परश्च इति यः इदानीं तत्र यः सम्पूर्णसूत्रं भवति तस्य अर्थः किं भवति? धातोः त तव तु भूते प्रत्ययः परश्च, प्रत्ययौ परश्च. किमर्थं चेत् निष्ठा इत्यनेन न केवलम् एकः प्रत्ययः, प्रत्ययद्वयं. सो प्रत्ययौ तत्र परश्च इति भवति. सो धातोः अनन्तरं त प्रत्ययस्य विधिः अनेन सूत्रेण भवति, विधिसूत्रेण. अपि च तव तु प्रत्ययस्य विधिः अनेन सूत्रेण भवति. अपि च इदानीं जानीमः तव तु भूतकालस्य बोधनार्थम् एव प्रत्ययद्वयस्य विधिः. सो यदा वयं वदामः कृतवान्, दत्तवान्, धृतवान्, सो एतत् भूतकालस्य तत्र बोधः जायते. किमर्थं चेत् तव तु त प्रत्ययः भूतकाले, तत्र भूते इति पदस्य अनुवृत्तिः अस्ति, अतः भूतकालस्य बोधनार्थम् एव प्रत्ययद्वयस्य धातोः अनन्तरं विधिः अनेन सूत्रेण दत्तम्. सो सूत्रसङ्ख्या दृष्ट्वा तत्र वयम् अवगन्तुं शक्यते अस्मि एतत् सूत्रं तृतीयाध्याये अस्ति, अतः अत्र धातोः इत्यपि अधिकारः, प्रत्ययः इत्यपि अधिकारः, परश्च इति अधिकारः अस्ति. सो सम्पूर्णसूत्रं पठामः चेत् अत्र सूत्रस्य सम्पूर्ण अर्थः वयम् अवगन्तुं शक्यते, परन्तु इण्डिपेण्डेण्ट् रूपेण सूत्रं पश्यामः चेत् किमपि न अवगम्यते. अतः प्रकरण आधारेण सूत्राणाम् अध्ययनं कुर्मः चेत् अनुवृत्तिः कथं स्वीकरणीयं, कस्य कस्य अधिकारः अत्र वर्तते, तेषां पदानां तत्र प्रयोगं कुर्मः चेदेव वयं सूत्रस्य सम्पूर्ण अर्थः कः इति वयम् अवगन्तुं शक्यते. सो इति तत्र विषयः. अपि च अत्र धातोः तृतीय अधिकारे धातु अधिकारद्वयं, प्रथम अधिकारः 22 सूत्रे यद् धातो इति पदं दत्तं तस्मिन् सूत्रे साक्षात् धातोः इति पदम् अस्ति. सो तत् 22 आरभ्य 90 सूत्रं पर्यन्तं प्रथमधातु अधिकारः. अनन्तरं यः 91 सूत्रम् आरभ्य तत्र द्वितीयधातु अधिकारः. अत्र पश्यतु 3191 धातोः अत्र पश्यतु 91 सूत्रस्य अनन्तरं तत्र 93 सूत्रम् अस्ति, तत्र लिखितं कृदतिङ् इति सूत्रम् अस्ति. सो कृदतिङ् इति सूत्रम्, एतत् सूत्रं द्वितीयधातु अधिकारे तत्र अस्ति एतत् सूत्रम्. सो द्वितीयधातु अधिकारे सूत्रम् अस्ति चेत् इदानीं तत्र कृत् प्रत्ययानाम् अनन्तरम् एव तत्र सर्वे ये कृत् प्रत्ययः धातोः विधीयन्ते तेषां विधिः अनन्तरं तत्र भवति. सो प्रथमे महर्षि वदति कृत् इत्युक्ते किं, कृत् इति संज्ञा अस्ति, प्रत्ययानां कृते एकं विशिष्टसंज्ञा अस्ति, एतत् संज्ञासूत्रमस्ति, कृदतिङ् इति संज्ञासूत्रमस्ति. अनेन सूत्रेण कृत् इति इत्युक्ते व्याकरणशास्त्रे कृत् इत्युक्ते किम्, एतत् वदति अतिङ् कृत्. अतिङ् कृत् इत्युक्ते न ये प्रत्ययाः तिङ् न सन्ति तेषां कृते कृत् इति संज्ञा अस्ति. सो अतिङ् कृत् इति एतत् सूत्रमस्ति. सो सूत्रमस्ति कृदतिङ्. सो इदानीं वयं जानीमः तिङ् इति अष्टादश तिङ् प्रत्ययः तिप्तस्जि, परन्तु पूर्वे एतस्य 91 सूत्रस्य पूर्वे अपि तत्र केचन प्रत्ययाः केचन प्रत्ययानां विधिः अस्ति, यथा तत्र ये सर्वे लटः शतासि लृ लटो अत्र पश्यतु शतासि लृ लटो इति अस्माभिः पठितम् एतत् सूत्रं स्वस्य अपि च तास् इति अपि प्रत्ययद्वयं नूतनशब्दसमूह एतेषां विधिः कस्मात् विधीयते लृ अनन्तरं स्य इति विधिः लुट् अनन्तरं तास् इति विधिः परन्तु एतत् सूत्रं प्रथमधातु अधिकारे अस्ति एतत् सूत्रं 3133 इति सूत्रम् एतत् सूत्रस्य सङ्ख्या 3133 अस्ति सो एतत् सूत्रं प्रथमधातोः इति अधिकारे धातोः एकाचो क्रियासंविहारे यङ् इति सूत्रे यत् दत्तं सो लृ अपि च लृट् एतत् प्रत्ययद्वयं न तु तिङ् न तु कृत् यद्यपि स्य अतिङ् प्रत्ययः तास् अतिङ् प्रत्ययः परन्तु तथापि एतेषां कृते स्य प्रत्ययस्य कृते कृत् संज्ञा नास्ति तास् इति कृत् इति प्रत्ययः नास्ति सो कृत् प्रत्ययेषु कृत् प्रत्ययानां यः आवली अस्ति तत्र स्य अपि च तास् अनयोः तत्र गणना नास्ति किमर्थं नास्ति एते अपि तु इत्युक्ते सूत्रमस्ति कृदतिङ् ये अतिङ् प्रत्ययाः तेषां कृते कृत् इति संज्ञा स्य तु तिङ् नास्ति तास् तु तिङ् नास्ति एते अपि अतिङ् किमर्थम् एतेषाम् एतयोः कृते तत्र कृत् इति संज्ञा नास्ति सो अतः अत्र तस्मिन् करपत्रे एतत् साक्षात् दत्तम् एतेषां कृते न तु कृत् संज्ञा न तिङ् संज्ञा परन्तु एते भिन्नप्रत्ययाः सो एते वयं जानीमः एतेषां कृते का संज्ञा अस्ति भगिनि च अपि च तास् एते कीदृशप्रत्ययाः विकरणप्रत्ययाः विकरणप्रत्ययाः सो विकरणप्रत्ययाः व्याकरणशास्त्रे वदामः किं धातु तिबादयस्य मध्ये यत् पतति तेषां कृते तेषां नामकरणमस्ति विकरणप्रत्ययः सो स्य अपि विकरन् तास् अपि विकरन् तथैव कर्तरि शप् इति सूत्रस्य संख्या कर्तरि शप् कर्तरि शप् इति सूत्रं तस्य संख्या किम् अस्ति 3168 सो 3168 इति सूत्रे अत्र प्रथमधातु अधिकारः वर्तते न तु द्वितीयधातु अधिकारः द्वितीयधातु अधिकारः तु 91 आरभ्यते 91 सूत्रतः तत्र द्वितीयधातु अधिकारः आरभ्यते अतः शप् इति प्रत्ययस्य यद्यपि अतिङ् शप् अपि तिङ् तु नास्ति अतिङ् अस्ति परन्तु तथापि शप् प्रत्ययस्य कृते कृत् संज्ञा नास्ति अतः तत्र भाष्यकार वदति अतः तस्य कृते एव तत्र द्वितीयधातु अधिकारद्वयम् अस्मिन् ग्रन्थे दत्तं सो एतत् कर्तरि शप् इति सूत्रं प्रथमधातुः अधिकारे वर्तते न तु द्वितीयधातु अधिकारे वर्तते अतः यद्यपि एतत् अतिङ् तथापि अस्य कृते शप् इति प्रत्ययस्य कृते कृत् संज्ञा नास्ति सो एतत् अपि विकरणप्रत्ययः किमर्थं चेत् तत्र विकर्णः इति वदामः विकर्णः किं धातुतिबादयस्य मध्ये ये नूतनशब्दसमूहः ये पतन्ति ये पतति तस्य कृते विकरन् इति संज्ञा सो अपि च यः सन् प्रत्ययस्य कृते किं सूत्रं 3-1 आम् अत्र पश्यतु दा प्रत्ययः परश्च आदि उतादश्च अनुदातौ सुप्तु आम् सन् अपि च काम्य च धातोः कर्मणः समान् कर्तृक्यं षलोपः सन् प्रत्ययस्य कृते धातोः अत्रापि धातोः इति पदं दत्तं सो सन् प्रत्ययः न केवलं धातोः विधीयते, सन् इति यः सनादिप्रत्ययेषु यः प्रथमप्रत्ययः सन् इति प्रत्ययः, सः केचन प्रातिपदिकस्य अनन्तरमपि सन् विधीयते. अतः सन् इति यद्यपि द्वादश सनादिप्रत्ययाः सन्ति, तेषां विधिः तृतीयाध्याये आदौ एव दत्तं. ते अपि नीच् अपि यथा तत्र हेतुमति च इति सूत्रेण नीच् प्रत्ययस्य विधिः पूर्वसूत्रात् नीच् इति अपि अनुवृत्तिः अस्ति अस्मिन् सूत्रे. अत्र पश्यतु, हेतुमति च इति सूत्रम् अस्ति, 26 सूत्रम् अस्ति, परन्तु 25 सूत्रे नीच् इति यः नीच् इति पदं दत्तं. सो हेतुमति च इति सूत्रे नीच् इति पूर्वसूत्रात् अनुवृत्तिः अस्ति. सो नीच् अपि इदानीं जानीमः अत्र प्रत्ययः परश्च इति अधिकारः वर्तते, अपि च प्रथमधातु अधिकारः वर्तते. सो यत्र यत्र 90 सूत्रं पर्यन्तं यः प्रथमधातु अधिकारः वर्तते, 90 सूत्रपर्यन्तं यः कोऽपि प्रत्ययस्य विधिः अस्ति, सः प्रत्ययः न तु तिङ् न तु कृत्. कृदतिङ् इति सूत्रं द्वितीयधातु अधिकारे तत्र अस्ति, अतः तत्र एव अनन्तरं ये ये प्रत्ययाः तत्र प्रत्ययानां विधिः अस्ति तेषां कृते एव कृत् संज्ञा, न तु सर्वेषाम् अतिङ् प्रत्ययानां कृते व्याकरणशास्त्रे ये ये धातोः विधीयन्ते तेषां कृते कृत् इति संज्ञा. अतः तत्र धातु अधिकारद्वयं तस्य आवश्यकता अस्ति. सो नीच् अपि यद्यपि अतिङ् अस्ति तथापि तस्य नीच् प्रत्ययस्य कृते कृत् इति संज्ञा नास्ति. किमर्थं चेत् अत्र भ्रमः जायते. यदा महर्षिः वदति कृदतिङ्, सो सर्वे अतिङ् प्रत्ययाः तेषां कृते कृत् इति संज्ञा वा? न, तथा नास्ति. सनादिविहाय विकरणविहाय, सो तत्र सनादिविहाय विकरणप्रत्ययविहाय ये अन्य सर्वे अतिङ् प्रत्ययाः तेषां कृते कृत् इति संज्ञा इति सूत्रस्य अर्थः भवति. सो इति तत्र सम्यक्तया अस्माभिः पठनीयम्, अपि च तत्र अस्माभिः तत्र तदा एव अवगम्यते. सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु. निष्ठा इत्युक्ते त प्रत्यय अपि च तव तु प्रत्यय तस्य संज्ञा वा? आम्, निष्ठा इति यथा उपधा इति नामकरणम् अस्ति, सो गुणः इति नामकरणम् अस्ति, वृद्धि इति नामकरणम् अस्ति. व्याकरणशास्त्रे वृद्धि वदामः चेत् वयं जानीमः तस्य कृते संज्ञासूत्रम् अस्ति, तदस्ति वृद्धि राधेच. सो वृद्धि इत्युक्ते व्याकरणशास्त्रे आत् अपि च एच् इति वृद्धिः, तथैव निष्ठा इति नामकरणम् अस्ति. निष्ठा प्रथम अध्याये महर्षि वदति त तव तु निष्ठा. सो त प्रत्ययस्य कृते निष्ठा इति संज्ञा, तव तु प्रत्ययस्य कृते निष्ठा इति संज्ञा. प्रत्ययद्वयस्य कृते व्याकरणशास्त्रे एकं विशिष्टनामकरणं दत्तं, निष्ठा. सो किमर्थम् एतत् विशिष्टनामकरणं दत्तम्? अग्रे सूत्रे महर्षि केवलं यदि सः कार्यं त प्रत्ययस्य कृते अस्ति, तव तु प्रत्ययस्य कृते अस्ति, महर्षि विल् नाट् से त तव तु, हि विल् ओन्लि से निष्ठा निष्ठा निष्ठा. सो इदानीं वयं जानीमः निष्ठा इत्यनेन त अपि च तव तु इत्यस्य ग्रहणं, प्रत्ययद्वयस्य ग्रहणम् अस्माभिः करणीयम्. अत्र पश्यतु, निष्ठा अत्र पश्यतु, अत्र प्रयोजनम् अत्र पश्यतु. सो महर्षि अत्र वदति त तव तु निष्ठा. सो निष्ठा इति संज्ञा कस्य कृते? त तव तु. अनन्तरं किमर्थं निष्ठा इति विशिष्टनामकरणं प्रत्ययद्वयस्य कृते? तस्य कृते प्रयोजनं किं? वै महर्षि गेव् ए स्पेशल् नेम् टु दीस् टु प्रत्ययास्? तत्र अत्र अस्ति प्रयोगः, कुत्र कुत्र निष्ठा. सि बहुषु सूत्रेषु महर्षि केवलं निष्ठा निष्ठा निष्ठा वदति, निष्ठा च, निष्ठो उपसर्ग, निष्ठा, निष्ठायां सेटि, सो निष्ठायाम् अन्यदर्थे. सो एतेषु सूत्रेषु महर्षि त तव तु न वदति. सो लाघवार्थं किं वर्धते? निष्ठा निष्ठा निष्ठा. सो निष्ठा इत्यनेन अस्माभिः अस्मिन् सूत्रे कस्य ग्रहणं? त तवतु इत्यस्य प्रत्ययद्वयस्य ग्रहणं. तथैव यः निष्ठा इति विधिसूत्रम् अस्ति, अनेन सूत्रेण त तवतु इत्यस्य विधिः अस्ति. सो केन सूत्रेण धातोः क्त प्रत्ययः विधीयते? केन सूत्रेण धातोः तवतु प्रत्ययः विधीयते? निष्ठा इति विधिसूत्रम् अस्ति. निष्ठा इति अत्र 3-2-1-0-2 नाट् दिस्. सो अत्रापि के निष्ठा सि क्त तवतु निष्ठा संज्ञासूत्रम्, अनन्तरं द्वितीयाध्याये अपि निष्ठा एकं सूत्रम् अस्ति, तृतीयाध्याये अपि निष्ठा इति सूत्रम् अस्ति. अनेन सूत्रेण धातोः निष्ठा प्रत्ययस्य विधिः अस्ति. किमर्थं चेत् अत्र तु धातोः प्रत्ययः परश्च इति अधिकारः नास्ति. सो एतत् विधिसूत्रम् अस्ति वा कीदृशसूत्रम् अस्ति अहं तु न जाने. निष्ठा पूर्वं बहुव्रीहि. सो के कुत्रचित् बहुव्रीहिसमासविषये अपि तत्र निष्ठा त्व तवतु इति प्रत्ययस्य विधिः अस्ति, अतः तत्र अपि एतस्य आवश्यकता. परन्तु निष्ठा इति यः विधिसूत्रमस्ति सः तृतीयाध्याये अस्ति, तृतीयाध्याये द्वितीयपादे अस्ति. सो अत्र तृतीयाध्याये अस्ति, अतः इदानीं मम मनसि स्पष्टता अस्ति. अत्र धातोः इति अधिकारः, अत्र प्रत्ययः इति अधिकारः, अत्र परश्च इति अधिकारः, अतः अत्र एव निष्ठा त तवतु इत्यस्य कृते विधिसूत्रम् अस्ति. सो धातोः निष्ठा प्रत्ययः परश्च भूते, सो भूते अपि अधिकारः अस्ति. सो भूतकालस्य बोधनार्थम् एव धातोः अनन्तरं त प्रत्ययः विधीयते, भूतकालस्य बोधनार्थम् एव धातोः अनन्तरं तवतु प्रत्ययस्य विधिः अस्ति अनेन सूत्रेण. सो निष्ठा इति नामकरणं, तस्य प्रयोजनं बहुषु सूत्रेषु तत्र दृश्यते. ग्रन्थे निष्ठा निष्ठा आधारीकृत्य बहूनि सूत्राणि सन्ति, अतः तत्र अस्माभिः किं ग्रहणं करणीयं? त तवतु प्रत्ययद्वयस्य ग्रहणं करणीयं. किमर्थं चेत् तेषां कृते एव निष्ठा इति संज्ञा. अवगतं वा भगिनि? तथैव यदा तत्र उपधा इति संज्ञा अस्ति, वयं जानीमः तत्र वदति उपधायाम् उपधा स्थितस्य ह्रस्व इक् वर्णस्य एव गुणः. सो उपधा इत्युक्ते किं वयं जानीमः? उपधा इति संज्ञा अस्ति, सूत्रं किम् अस्ति उपधा इति? अन्तिम पूर्वे उपधा अस्ति. परन्तु सूत्रं किम् अस्ति? अन्तिमस्वरस्य पुनः उपदा अस्ति. सूत्रं किम् अस्ति? अलोन्त्यात् पूर्व उपदा इति सूत्रमस्ति वा? अलोन्त्यात् पूर्व उपदा, आम् अलो अन्त्यात् अल् अन्तिम अल् पूर्वे यत् अस्ति अलो अन्त्यात् पूर्वम्, अलो अन्त्यात् पूर्वम् उक्त अलो. What's happened? अलो अस्माभिः सर्वाणि संज्ञासूत्राणि अलो अन्त्यात् पूर्वम् उपधा. सो अन्तिम अल् पूर्वे यत् अस्ति तस्य कृते उपधा इति संज्ञा. सो उपधा आधारीकृत्य अपि तत्र बहूनि सूत्राणि सन्ति. अत्र पश्यतु, अत्र प्रयोगः अस्ति वा? अत्र पश्यतु, उपधायां च इति सूत्रम् अस्ति, अनन्तरं तत्र अन् इदितानां हल् उपधायाः किनिति इत्यपि, अत्रापि उपधा इति पदस्य तत्र प्रयोगः दृश्यते. परोद् उपधात् इत्यपि अस्मिन् सूत्रे अपि उपधा इति लिखितं, पोरत् उपधात्. सो उपधा आधारीकृत्य अपि तत्र बहूनि सूत्राणि सन्ति, यथा पुगन्त लघुपदस्य च लघु उदुपद, तत्रापि उपधा इति पदस्य प्रयोगः दृश्यते. सो संज्ञा, विशिष्टसंज्ञा यत् महर्षिणा दत्तं तत् आधारीकृत्य अग्रे लाघवार्थमेव संज्ञासूत्राणि सन्ति. सो तदाधारीकृत्य अनन्तरं महर्षि सूत्रेषु तस्य प्रयोगः तत्र करोति महर्षि. अतः तत्र संज्ञा विशिष्टनामकरणस्य तत्र प्रयोजनं दृश्यते. अस्तु, इदानीं तत्र चतुर्थबिन्दुतः पठामः. चेतना भगिनी, भवती एव पठतु ज्ञात् प्रातिपदिकात्. प्रातिपदिकात् चतुर्थ अध्याये प्रथमपादे प्रथमं सूत्रम् अधिकारः. चतुर्थ अध्याये प्रथमपादे प्रथमसूत्रं सूत्रतः पञ्चमे अध्याय चतुर्थपादे षष्टि अधिक एकशतं सूत्रम् इत्युक्ते पञ्चमाध्यायस्य अन्तपर्यन्तं पूर्णपञ्चमाध्याये तत्र ज्ञाप्रातिपदिकात् इत्यस्य अधिकारः वर्तते. सम्पूर्णचतुर्थाध्याये सम्पूर्णपञ्चमे अधिक अध्यायद्वये एतस्य पदस्य एतस्य सूत्रस्य अधिकारः वर्तते. चतुर्थे पञ्चमे च अध्यायोः यावन्तः प्रत्ययाः विहिताः ते सर्वे प्रातिपदिकेभ्यः ञन्तेभ्यः आबन्तेभ्यः वा आयान्ति. ञन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति. तर्हि आहत्य चतुर्थे पञ्चमे च अध्याययोः सर्वे सुबन्तविधायकसूत्राणि सन्ति. तेषु सर्वेषु यत्किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः. अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् यन्त्यात् आबन्तात् वा विहितः भवति. सूत्रस्य अर्थः कः? या प्रातिपदिकात् आपन्तेभ्यः यन् न अवगतं महोदय. अत्र एकमस्ति प्रातिपदिकात्, एतत् समस्तपदमस्ति. सो ञयन्तेभ्यः आबन्तेभ्यः अनन्तरं प्रातिपदिकेभ्यः. सो येषां येषां कृते प्रातिपदिक इति संज्ञा अस्ति, सो येषां येषां व्याकरणशास्त्रे येषां कृते प्रातिपदिक इति संज्ञा अस्ति तेषाम् इति पञ्चमी अस्ति. अत्र पञ्चमी अन्तं पदम् अस्ति. तेषाम् अनन्तरं, तेषाम् अनन्तरं किम्? अनन्तरं तत्र प्रत्ययानां विधिसूत्र प्रत्ययानां कृते विधिसूत्राणि सन्ति. सो 411 इति सूत्रम् आरभ्य तत्र पश्यामः चेत् 411 अत्र पश्यतु, 411 इति सूत्रम् अस्ति ज्ञाप् प्रातिपदिकात्. ज्ञाप् प्रातिपदिकात् इति पञ्चमी अन्तं पदम् अस्ति. साक्षात् अनन्तरं वदति किम् अस्ति. 412 इति सूत्रं किम् अस्ति? अत्र एकविंशति सुप् प्रत्ययानां विधिः अस्ति. सु औजस् पठतु एकवारम्. सु औजस् अम् औक्षस् ताभ्याम्भ्यस् एभ्याम्भ्यस् न्यसिभ्याम्भ्यस् यस् ओस् आम् सो ज्ञाप प्रातिपदिकात् किम्? ज्ञाप प्रातिपदिकात् इति पञ्चमी. यथा तत्र लस्य लस्य साक्षात् अनन्तरं किम् अस्ति? तिप्तश्चि. सो तत्र तत्र षष्ठी अन्तम् अस्ति. लस्य इति षष्ठी अन्तम् अस्ति. षष्ठी अन्तम् अस्ति चेत् किं भवति? तस्य स्थाने भवति, स्थाने भवति, सो लस्य स्थाने तिप्तजी अस्ति, परन्तु अत्र तादृशरीत्या न दत्तम्, अत्र पञ्चमी अन्तं दत्तं, पञ्चमी अन्तम् अस्ति चेत् स्थाने न अस्ति, तस्य अनन्तरं कार्यं, पञ्चमी पञ्चमी अन्तं पदं सूत्रे अस्ति चेत् यत्किमपि कार्यं विहितः तत्र अस्ति सः परे भवति, स्थाने नास्ति तत्र. सो ज्ञापप्रातिपदिकात् किं सु औजस् अब् औट्षस् इति तत्र एकविंशति सुपप्रत्ययानां विधिः दत्तं. सो सु औजस् कस्मात् विधीयते? प्रातिपदिकात् विधीयते, अपि च न केवलं प्रातिपदिकात् विधीयते, ण्ययन्तात् आबन्तात् अपि सु औजस् एतेषां प्रत्ययानां विधिः अस्ति. सो एते सर्वे सु औजस् अम् ओट्षस् अस्मिन् सूत्रे अपि एतत् विधिसूत्रम् अस्ति, एते सर्वे नूतनशब्दसमूहा प्रातिपदिकात् विधीयन्ते. परन्तु अत्रापि 412 सूत्रे विधिसूत्रम्, एतत् विधिसूत्रम् अस्ति, कोऽपि संज्ञासूत्रं नास्ति, नियमसूत्रं नास्ति, अधिकारसूत्रं नास्ति, परिभाषासूत्रं नास्ति, विधिसूत्रम् अस्ति. अनेन सूत्रेण एतेषाम् एकविंशति नूतनशब्दसमूहानां विधिः महर्षिणा दत्तम्. सो परन्तु इदानीं जानीमः अत्रापि प्रत्ययः परश्च इत्यपि तयोः अधिकारः अस्ति. सो अधिकारः अस्ति चेत् धातोः अधिकारः तु नास्ति, धातोः अधिकारः तृतीयाध्यायस्य अन्तपर्यन्तम् अस्ति, एतत् तु चतुर्थाध्याये सूत्रम् अस्ति, अतः अत्र तु प्रातिपदिकात् इत्यस्य अधिकारः. सो एते सर्वेषाम् एकविंशति नूतनशब्दसमूहानां कृते प्रत्यय इति नामकरणं भवति तृतीय इति सूत्रेण. अपि च परश्च इत्यनेन यद्यपि प्रातिपदिकात् पञ्चमी अस्ति, जानीमः परे एव योजनीयं, तथापि स्पष्टीकरणार्थं परश्च इति सूत्रं, परश्च इति सूत्रस्य अनेन किं भवति, एते सर्वेषाम् एकविंशति प्रत्ययानां कृते तेषां विधिः कुत्र अस्ति? परे. कस्मात् परे? प्रातिपदिकात् परे योजनीयम् इति तस्य अर्थः भवति. सो सुप्प्रत्ययाः सु आरभ्य अन्ते पकारः अस्ति, यद्यपि अन्तिमप्रत्ययः अपि सुप् अस्ति, परन्तु प्रत्याहाररूपेण पश्यामः चेत् प्रत्याहार इति अपि संज्ञा अस्ति, प्रत्याहार इति संज्ञा अस्ति, संज्ञासूत्रम् अस्ति, प्रथमाध्याये एव दत्तं, तस्य कृते सूत्रं किमस्ति? अस्माभिः न पठितम्. आदि अन्तेन सहिता, आदिरन्तेन सहिता इति संज्ञासूत्रम् अस्ति प्रत्याहारः. सो आदि अन्तेन सहिता इति प्रत्याहारः भवति. सो आदि आदौ सु अस्ति, अन्ते प अस्ति, सो एतेषां सुप् इति प्रत्याहारः. सुप् प्रत्याहारे के सन्ति इति प्रश्ने सति चेत् सुप् प्रत्याहारे एकविंशति प्रत्ययाः सन्ति, एते अपि वर्णसमूहः, प्रत्याहारः इत्युक्ते वर्णानां समूहः इति प्रत्याहारः. अत्रापि वर्णसमूहः परन्तु अत्र प्रत्ययानां वर्णसमूहस्य तत्र प्रत्याहार इति संज्ञा अस्ति, सो प्रत्ययः इति अस्ति. सो सु आरभ्य प पर्यन्तं ये एकविंशति सुप् प्रत्ययाः, ते एकविंशति सुप् प्रत्ययाः प्रातिपदिकात् विधीयन्ते, तेषां विधिः कुत्र अस्ति? प्रातिपदिकात्. न केवलं प्रातिपदिकात् अस्ति, पूर्वसूत्रं वदति ज्ञाप् नी अपि च आप् ज्ञाबन् ज्ञयन्तात् आबन्तात् अनन्तरं ण्ययन्तेभ्यः आबन्तेभ्यः सु औजस् इति विधीयन्ते. किमर्थं चेत् यदा वयम् अजयोग टा कुर्मः तत्र अजा इति भवति, अजा भवति चेत् तस्य कृते तु पदसंज्ञा नास्ति, सो वाक्ये तु पदानाम् एव तत्र प्रयुञ्जन्ते, अतः पदनिर्माण कृते तत्र सु ऐदर् सुप् योजनीयं नो चेत् तिङ् योजनीयं. किमर्थं चेत् महर्षि वदति पदं व्याकरणशास्त्रे किम् अस्ति? सुप् तिङन्तं पदं. सो यस्य अन्ते सुप् अथवा यस्य अन्ते तिङ् तस्य कृते एव पदम् इति संज्ञा अस्ति. सो ण्ययन्तात् अनन्तरं सुपयोजनीयम् आबन्तात् अनन्तरं टाप् इति आबन्त आबन्त अस्ति अजयोग टाप् कुर्मः चेत् अजा इति भवति अजा इति स्त्रीलिङ्गे भवति एते सर्वे स्त्रीप्रत्ययाः नीप् नीश् नीन् एते अपि स्त्रीप्रत्ययाः टाप् चाप् डाप् अपि स्त्रीप्रत्ययाः सो लघुरूपेण किं वदामः आप् आबन्तात् सो एते प्रत्ययाः यस्य अन्ते तस्य नाम अस्ति आबन्त तथैव नीप् नीश् नीन् इति नी नी नी सर्वत्र श्रूयते सो नीप् नीश् नीन् यस्य अन्ते तस्य नाम अस्ति ण्ययन्तात् सो ण्ययन्तेभ्यः आबन्तेभ्यः अपि च प्रातिपदिकेभ्यः तत्र सुप् विधीयन्ते किमर्थं सुप् योजनीयम् किमर्थं चेत् तदा एव तस्य शब्दसमूहस्य कृते पदसंज्ञा भवति सो पदसंज्ञा भवति चेदेव वयं वाक्ये तस्य प्रयोगं कर्तुं शक्यते केवलं प्रातिपदिक अस्ति चेत् तस्य प्रयोगः तु व्याकरणशास्त्रे वाक्ये न कर्तुं शक्यते तत्र सुप्तिङन्तं भवेत् अतः यस्य यत्र प्रकृतिः प्रातिपदिकम् अस्ति तस्मात् अनन्तरं पदनिर्माण कृते तद् पदनिर्माणस्य कृते सुपयोजनीयम् यस्य कृते धातु इति संज्ञा तस्य कृते पदनिर्माणस्य कृते तत्र तिङ् योजनीयं सो सुप् तिङन्तं पदम् इति तत्र सूत्रम् अस्ति सो एतत् बृहत् एतदपि बृहत् अधिकारसूत्रम् अध्यायद्वये एतस्य अधिकारः वर्तते सो एतेषु अध्यायद्वये यत्किमपि विहितः सः प्रातिपदिकात् विहितः अपि च ण्ययन्तात् आबन्तात् विहितः भवति इदानीं तत्र अस्ति प्रातिपदिक व्याकरणशास्त्रे प्रातिपदिक इति संज्ञा कस्य भग्नि पूर्वे अपि कुत्रचित् पठितम् अस्माभिः प्रातिपदिक इत्युक्ते किं प्रातिपदिक इति नामकरणम् अस्ति सो प्रातिपदिक इत्युक्ते तत्र प्रथमाध्याये अहं चिन्तयामि प्रथमाध्याये एव दत्तम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति संज्ञासूत्रम् अस्ति अर्थवत् अत्र पश्यतु 1245 स्क्रीन् दृश्यते वा भगिनि आं महोदय दृश्यते भगिनि यथा तत्र धातुः इत्युक्ते किं तत्र अस्ति भूवादयः दातवः अपि च सनाद्यन्तः दातवः तथैव प्रातिपदिक इत्युक्ते किं तस्य कृते अपि महर्षिणः संज्ञासूत्रं दत्तं किमर्थं चेत् प्रातिपदिक इति विशिष्टनामकरणम् अस्ति सो प्रातिपदिक इत्युक्ते किम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकं सो यस्य यः शब्दसमूहः सः अर्थवत् भवेत् तस्य कोऽपि अर्थः भवेत् अर्थवान् शब्दः भवेत् शब्दः अर्थवान् भवेत् अपि च सः यः अर्थवान् शब्दः अस्ति सः धातु मा भवेत् अधातुः इत्युक्ते न धातुः अप्रत्ययः इत्युक्ते सः प्रत्ययः अपि मा भवेत् यः शब्दसमूहः न तु धातु अस्ति न प्रत्ययः अस्ति परन्तु तस्य अर्थः अस्ति अर्थवान् अस्ति तस्य एव प्रातिपदिक इति संज्ञा अत्य 45 सूत्रस्य साक्षात् अनन्तरं तत्र अस्ति कृत् तदित् समासाः च पूर्वसूत्रात् प्रातिपदिकम् सो न केवलम् एकमेव सूत्रम् अस्ति अर्थवत् अधातु अप्रत्ययः प्रातिपदिकं साक्षात् अनन्तरं द्वितीयसंज्ञासूत्रम् अस्ति कृत् तदित् समासाः च प्रातिपदिकं प्रत्ययस्य ग्रहणे प्रत्यान्तस्य ग्रहणं सो कृत् इति प्रत्ययानां संज्ञा तदित् इति प्रत्ययानां संज्ञा समासः इति यः तत्रापि समासः इति संज्ञा अस्ति सो संज्ञासूत्रं किं सुप् समासस्य कृते अपि समास इति अपि संज्ञासूत्रम् अस्ति द्वितीयाध्याये दत्तं न इत्युक्ते अत्र तदित् कृत् इति कृदतिङ् इति अनेन कृत् जानीमः सो कृत् अपि प्रत्ययः तदित् अपि प्रत्ययः परन्तु समासस्य कृते सुप् सुपा इति सूत्रमस्ति अहं चिन्तयामि सुप् सुपा सुप् सुपा कुत्र अस्ति सुप् सुपा सो समासः इत्युक्ते किं? तत्र तस्मिन् सूत्रे दत्तं द्वितीय अध्याये अस्ति, एकवारं पठित्वा वदामि. सुप्रत्या नाम सुपोधातुप्रातिपदिकयोः तदनन्तरं सुप्पं सुपान् सुलोकपूर्वस्य सुप्सुपा इति एकं सूत्रम् अस्ति. सः सुपा इति अस्ति. सः सुपा सारी, सः इत्युक्ते तृतीयान्तम् अस्ति. सः सुपा 214 सः सुपा सः सुपा इति सूत्रेण एतत् अधिकारसूत्रम् अस्ति. सो तेन एव वयं जानीमः सुबन्तेन सह इत्युक्ते अत्र तृतीयान्तं पदम् अस्ति. वयं जानीमः वाक्ये सः इति पदम् अस्ति चेत् अत्र तृतीयाविभक्त्याः प्रयोगः भवति. सो सुबन्तेन इति तृतीयान्तम् अस्ति. सुबन्तेन सह यः समस्यते तस्य नाम समासः अस्ति, सः समासः भवति. सो सः सुपा इत्यनेन सुबन्तेन सह यः सुपा इति यः अस्ति तस्य समासः भवति. इत्युक्ते अनेन सूत्रेण एव वयं ज्ञातुं शक्यते केवलं सुबन्तानाम् एव समासः भवति व्याकरणशास्त्रे. कोऽपि एकं तिङन्तपदम् अस्ति, द्वितीयसुबन्तपदम् अस्ति, तयोः समासः तु न भवति. सुबन्तस्य सुबन्तेन सह समासः भवति. यथा तत्र उपगङ्गम् इति पदम् अस्ति चेत् तत्र उप यः अस्ति, यद्यपि सः उप इति विसर्गः अस्ति, विसर्गाणां कृते अपि सुबन्त संज्ञा अस्ति, ते अपि सुबन्ताः. सर्वे अव्ययाः सुबन्ताः एव, तथैव ये प्रादयः सन्ति ते अपि सुबन्ताः. विसर्गाः अपि प्रादयाः, तेषां कृते अपि सुबन्त इति संज्ञा अस्ति. सो सुबन्तेन सह यः समस्यते तस्य कृते समासः, तदेव समासः भवति. सो इदानीम् अस्माकं विषयः तु अस्ति कृत् तदित् समासा च 412 न किमस्ति संज्ञासूत्रम् अस्ति. कृत् तदित् समासा च सुकृत् तदित् समासः च प्रातिपदिकम्. सुकृत् इत्युक्ते कृत् इत्यनेन प्रत्ययस्य ग्रहणे प्रत्यान्तस्य ग्रहणं, यस्य अन्ते कृत् प्रत्ययः, यस्य अन्ते तदित् प्रत्ययः, अपि च यः यस्य कृते समास इति संज्ञा अस्ति तस्य अपि प्रातिपदिक इति संज्ञा भवति. न केवलम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकं, परन्तु कृदन्तस्य कृते अपि प्रातिपदिक इति संज्ञा, तदितान्तस्य कृते अपि प्रातिपदिक इति संज्ञा, अपि च समासः यः अस्ति तस्य समासस्य कृते अपि प्रातिपदिक इति संज्ञा अस्ति. समासस्य प्रातिपदिकसंज्ञा अस्ति चेत् पदनिर्माणस्य विषये तत्र सु ओब्जस् योजनीयम्. सो न के सो यस्य यस्य व्याकरणशास्त्रे प्रातिपदिक इति संज्ञा तस्मात् सु ओब्जस् इति प्रत्ययाः विधीयन्ते. सो यस्य यः प्रातिपदिक इति संज्ञा अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम्, अपि च कृदन्तानां कृते प्रातिपदिक इति संज्ञा, धातु पठयोग अनीय कुर्मः चेत् पठनीय इति अकारान्त् प्रातिपदिकं भवति. सो अकारान्त् प्रातिपदिकं भवति चेत् अनीय इति कृत् प्रत्ययः, सो तस्य कृते अपि प्रातिपदिकसंज्ञा. अनीय इति प्रातिपदिकसंज्ञा अनेन सूत्रेण प्राप्नोति, अतः तत्र अस्माभिः किं करणीयं? सु औजस् योजनीयम्. सो पठनीयः, पठनीया, पठनीयं, त्रिषु लिङ्गेषु रूपाणि भवन्ति. कृदन्तानां कृते अपि प्रातिपदिकसंज्ञा. पदनिर्माणस्य कृते तत्र किं करणीयं? यद्यपि धातुतः निर्मितं पदम् अस्ति तथापि तत्र सु औजस् योजनीयं, न तु तिङ् योजनीयम्. सो कृदन्तस्य कृते प्रातिपदिकसंज्ञा, तदिदान्तस्य कृते प्रातिपदिकसंज्ञा, समासः यत्र सुबन्तेन सह समासः भवति तत्र अव्ययाद् आप् सुपः इति सूत्रेण सुप् प्रत्ययस्य लोपः भवति, एकवारं सुप् प्रत्ययस्य लोपः भवति चेत् सः सुपा इत्यनेन तस्य समासिच संज्ञा भवति, समाससंज्ञा भवति चेत् तत्र अनेन सूत्रेण कृत् तद्यत् समासः च यदा तत्र तस्य समस्तपदस्य कृते समासिच संज्ञा भवति तदा तस्य कृते अनेन सूत्रेण प्रातिपदिकिच संज्ञा अपि भवति। समाससंज्ञा अस्ति अपि च एडिशनल् संज्ञा प्रातिपदिकिच संज्ञा अपि अस्ति, अतः तत्र सु औजस् इति अनेन प्रातिपदिकात् सु औजस् तत्र भवति पदनिर्माणस्य कृते, अतः तत्रापि अस्माभिः सु औजस् योजनीयं। सो न्याप् प्रातिपदिकात् इति अधिकारसूत्रमस्ति, अनेन सूत्र एतत् अत्र पञ्चम्यन्तं पदमस्ति। न्याप् प्रातिपदिकात् किं सु औजस् अम् ओट्षस् एकविंशति सुप्रत्ययानां विधिः अस्ति। सो व्याकरणशास्त्रे यस्य यस्य कृते प्रातिपदिकिति संज्ञा तस्मात् सु औजस् विहितः भवन्ति, एते एकविंशति सुप्रत्ययाः विहितः भवन्ति इति तत्र अर्थः भवति। अवगतं वा भगिनि? सो एतदपि अधिकारसूत्रमस्ति, अध्यायद्वये एतस्य अधिकारः। सो एतेषु अध्याये अत्र चतुर्थ अध्यायस्य चतुर्थपादे तदित् अधिकारः आरभ्यते। सो सम्पूर्णपञ्चमे अध्याये तदित् अधिकारः, तदित् प्रत्ययानां विधिः, अपि च चतुर्थपादे सम्पूर्णचतुर्थपादे 4.4 चतुर्थाध्यायस्य चतुर्थपादस्य तत्र तदित् अधिकारः तत्र आरभ्यते। प्राग् ठक् ठक् इति तदित् प्रत्ययः अस्ति, प्राग् वहतेश् ठक् इति यः अस्ति 4.4.1। सो अत्र तदित् इति कुत्र लिखितं 4.4.3. अन्तिमं सूत्रं किमस्ति? तेभ्यः हिताः तदिताः, अत्र न लिखितं। सो पुस्तकं पश्यामः चेत् तत्र लिखितमस्ति वा चतुर्थ अध्यायस्य चतुर्थपादे तदिताः 4176 चतुर्थाध्यायस्य प्रथमपादे अस्ति वा तदिताः। सो तदिताः तद्हिताः तदिताः अत्र सन्धि भूत्वा तत्र परन्तु तदिताः अत्र दत्तं 4176 आम् अत्र पश्यतु न मया तु दोषेण उक्तं तत्र न तु चतुर्थाध्याये नास्ति, चतुर्थाध्यायस्य प्रथमपादे एव तदित् अधिकारः विधीयन्ते। सो तत्र बहूनि तदित् प्रत्ययाः सन्ति, न तु चतुर्थाध्याये चतुर्थपादे। सो प्रथमपादस्य 76 सूत्र आरभ्य एव तदित् ठक् अपि तदित् प्रत्ययः, अतः तत्र न प्राप्तम्। सो 4176 सूत्र आरभ्य एव तदित् अधिकारः आरभ्यते, तदिताः इति तत्र सूत्रमस्ति। सो एतदपि अधिकारसूत्रमस्ति, अत्र लिखितं सूत्रप्रकारः संज्ञासूत्रमपि अस्ति अधिकारसूत्रमपि अस्ति। सो 4176 सूत्रम् आरभ्य एव तद्यत् अधिकारः आरभ्यते. सो ठक् अपि यः ठक् इति प्रत्ययः अपि तद्यत् प्रत्ययः. सो तत्र बहूनि तद्यत् प्रत्ययाः सन्ति. सो सो अत्र 4176 आरभ्य एव तद्यत् अधिकारः आरभ्यते इति तत्र तद्यत् प्रत्ययानां विधिः पञ्चमाध्यायपर्यन्तम् अस्ति. आम्, पञ्चमाध्यायस्य अन्तपर्यन्तम्. अनन्तरं षष्ठाध्याये भिन्नविषयः आरभ्यते. तत्र संहितायाम् इत्यस्य अधिकारः अस्ति. अनन्तरं तत्र अच्छन्धिसूत्राणि, अनन्तरं तत्र अङ्गस्य अधिकारः अपि आरभ्यते. अस्तु, इति तत्र प्रातिपदिकात्. सो प्रातिपदिकात् तत्र त्रिप्रत्ययानां विधिः. सो त्रि यः यथा तत्र टाप् चाप् डाप् यस्य अन्ते अस्ति तस्मात् अनन्तरमपि सुप्प्रत्ययः योजनीयम्. सो सुप्रत्ययानां योजयामः चेदेव तस्य कृते पदसंज्ञा भवति. केवलं टाप् चाप् डाप् अपि च नीप् नीश् नीश् योजयामः चेत् तेन तत्र पदसंज्ञा न प्राप्नोति. पदसंज्ञा तु सुप्तिङन्तं पदम् इति सूत्रेण एव पदसंज्ञा भवति. अतः तेषां ण्ययन्तेभ्यः आबन्तेभ्यः अपि तत्र सु औजस् योजनीयं. तदा एव तेषां कृते पदसंज्ञा भवितुं शक्नोति, भवति. अतः न केवलं प्रातिपदिकात् सु औजस् विधीयन्ते, अपि च ण्ययन्तेभ्यः अपि सु औजस् विधीयन्ते, अपि च आबन्तेभ्यः अपि सु औजस् तत्र विधीयन्ते. तेषां विधिः अस्ति 21 सुप्रत्ययानाम्. अग्रे अपि पठतु भगिनि संहितायाम्. एतदपि बृहद् अधिकारसूत्रम् अस्ति. संहितायां षष्ठमध्याये प्रथमपादे एकसप्ततिः तः षष्ठमध्याये तृतीयपादे चतुर्दश अधिकम् एकशतम् अधिकारः 6171-61156 अपि च 6314-63139 अत्र इत्युक्ते अत्र भगिनि संहितायाम् इति सूत्रद्वयं 6171 इति सूत्रं तु संहितायाम्. अनन्तरं 6314 तत्रापि संहितायाम् इति सूत्रम् अस्ति. सो व्याकरणशास्त्रे संहितायाम् इति त्रीणि अधिकारसूत्राणि, न केवलं षष्ठ अध्याये तु सूत्रद्वयम्. एकमस्ति 6171 सूत्रं 71, द्वितीयमस्ति 63114, अनन्तरम् अष्टमध्याये अपि अस्ति. अष्टमध्याये अपि तत्र संहितायाम् इति अधिकारः. किमर्थं चेत् तत्र भिन्न अधिकार, तत्रापि हलसन्धिसूत्राणि अपि च विसर्गसन्धिसूत्राणि सन्ति. तत्र यः कार्यं भवति सः अपि संहितायां विषये भवति. सो तत्र अपि भिन्न अधिकारसूत्रम् अस्ति. 8 2 104 108 तयोर्वाचि संहितायां. सो अत्रापि संहितायाम् इति पदं दत्तम्. अत्र आरभ्य तत्र संहितायाम् इत्यस्य अधिकारः अस्ति. क्षम्तां, प्रतिध्वनि आयाति, म्यूट् कृतवती. सो व्याकरणशास्त्रे कति संहितायाम् इति अनेन कति अधिकारसूत्राणि, त्रीणि अधिकारसूत्राणि. अतः अत्र द्विवारं दत्तम्. एकमस्ति 6171 सूत्रे संहितायाम्, अपि च 6311-114 सूत्रे अपि संहितायाम् इति अस्य अधिकारः अस्ति. अनन्तरम् अष्टमध्याये अपि 8 2 108 सूत्रे तयोर्वाचि संहितायाम् इति तत्रापि संहितायाम् इति पदं दत्तम्. अतः त्रीणि अधिकारसूत्राणि संहितायां. व्याकरणशास्त्रे संहिता इत्युक्ते किं संहिता इति अपि नामकरणम् अस्ति विशिष्टनामकरणम् अस्ति किमस्ति संहिता सन्निकर्षः संहिता सूत्रस्य कः अर्थः बहु समीपम् अस्ति चेत् वर्णयोः द्वयोः वर्णयोः वर्णयोः न तु शब्दयोः वर्णयोः अत्यन्तं सामीप्यम् अस्ति चेदेव वयं किं वदामः तयोः संहिता अस्ति तत्र संहिता अस्ति सो संहितायाम् इति षष्ठी बहुवचन तस्मिन् विषये एतानि कार्याणि भवन्ति वर्णयोः अत्यन्तं सामीप्यम् अस्ति चेदेव कार्यं भवति यदा वयं जानीमः इको यनचि इति सूत्रमपि संहितायाम् इत्यस्य अधिकारे अस्ति सो इकः परे कोऽपि अचवर्णः तयोः अत्यन्तं सामीप्यम् अस्ति चेत् चेदेव कार्यं भवति इक् स्थाने यनादेशः भवति इति तत्र संहितायाम् इति अधिकारः अस्तु भगिनि धन्यवादः मञ्जरी भगिनी एतत् संहितायां विषये पठति वा भगिनि मम स्वास्थ्यं सम्यक् नास्ति चिन्ता मास्तु भगिनि गिरिजा भगिनि पठितुम् इच्छति वा भगिनि अस्ति वा गिरि पठतु अत्र अत्र स्वरसन्धिविधायकसूत्राणि सन्ति अत्र आरभ्य पठतु अत्र स्वरसन्धिविधायकसूत्राणि सन्ति यथा यण्सन्धिः गुणसन्धिः वृद्धिसन्धिः सवर्णदीर्घसन्धिः इत्यादयः प्रत्येकस्मिन् सन्धिविधायकसूत्रे संहितायाम् उपविश्य वदति यत् तथा सन्धिः भवति यदा वर्णयोः अतिसामीप्यं वर्तते नाम अव्यवहिता स्थितिः ये संहितायाम् इत्युक्ते उदाहरणमस्ति यथा गुणसन्धिः विधायकसूत्रम् आद् गुणः चतुर्थ अध्याये प्रथमपादे षष्ठाध्याये प्रथमपादे 78 सप्त अशीतितमं सूत्रं सप्त अशीतितमं सप्त अशीतम् अशीति अशीति इत्युक्ते 80 7 and 80 that 80, is how we say the number 7 and 80 means 87 सप्त अशीतितमं सूत्रम् अनुवर्तिसहितसूत्रमेव आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् कः अर्थः तत् त्यजतु इदानीम् एतत् पर्यन्तं वदतु किम् अवगतम् संहितायाम् एतत् संज्ञासूत्रं द्विवारम् आगच्छति एकः वारं प्रथम सिक्स्त् षष्ठम अध्याये प्रथमपादे अपि च तत्र पादे अपि सन्धिसूत्राणि स्वरसन्धिसूत्राणि सन्ति प्रथमसंहिता अधिकारे प्रियः प्रथम अधिकारः 156 तः अन्तपर्यन्तं यः अधिकारः अस्ति तत्र किं तत्र स्वरसन्धिविधायकसूत्राणि सर्वे सन्धयः यण्सन्धि गुणसन्धिः वृद्धिसन्धिः अपि च सवर्णदीर्घसन्धिः इत्यादयः सर्वे सन्धयः आगच्छन्ति प्रत्येकस्मिन् सन्धिविधायकसूत्रे संहितायाम् उपविश्य वदति यत् तदा सन्धिः भवति यदा वर्णयोः यदा भवती उक्तं यदा वर्णसामीप्यं भवति अत्यन्तसामीप्यं भवति तदा सन्धि तदा एव सो यत्र यत्र संहिताविषयः तदा तत्र एव सन्धि भवति. संहिताविषयः नास्ति चेत् सन्धि न भवति. सन्धि न भवति. उदाहरणं दत्तं गुणसन्धिः. गुणसन्धिः आग्गुणः. आग्गुणः इत्युक्ते आत् अचि पूर्वपरयोः एकः गुणः संहितायाम्. किमर्थः सूत्रस्य कः अर्थः वदतु. तत्र अनुवृत्तिसूत्रं सहित दृष्ट्वा वदतु. आत् इति किमस्ति? अपरकरणमस्ति वा पञ्चमी अस्ति? आत् पञ्चमी. दीर्घस्वरस्य प्रायशः तत्र तपर्करणस्य कोऽपि प्रयोजनं नास्ति. सो प्रायशः अत्र पञ्चमी अस्ति, न तु तपर्करणमस्ति. तपर्करणमस्ति चेत् किं किं भवति? यदि वयं तपर्करणं स्वीकुर्मः तदा किं भवति? समान ह्रस्ववर्णानि एव स्वीकरणीयम्. न, अत्र दीर्घस्वरस्य अनन्तरं तपर्करणम् अस्ति न. आ इति दीर्घस्वरः. दीर्घस्वर यदि वयम् अत्र तपर्करणं स्वीकुर्मः तदा किं भवति? कार्यं केवलं दीर्घ आकारे परे एव भवति. परन्तु तथा नास्ति. गुणसन्धि कदा भवति? ह्रस्वाकारस्य परे अपि गुणः भवति, दीर्घ आकारस्य परे अपि गुणः भवति. केवलं दीर्घ आकारस्य परे एव तु कोऽपि असवर्ण अच् अस्ति चेत् गुणः न भवति. आयोग इ अस्ति चेदेव ए भवति इति तु नास्ति. अयोग इ अस्ति चेदपि गुणः भवति. सो अत्र तपर्करणं नास्ति. अत्र तपर्करणं नास्ति. किमर्थं नास्ति? कार्यं तु ह्रस्व आकारे परे अपि भवति, अतः तपर्करणं नास्ति. सो अत्र पञ्चमी अस्ति. पञ्चमी इत्यनेन प्रातिपदिकं किं भवति? यदा अत्र पञ्चमी स्वीकुर्मः चेत् प्रातिपदिकं किं भवति? अकारः. राम इति अकारान्त् प्रातिपदिकं. तस्य पञ्चमी किम् अस्ति? रामात्. सो अकारः प्रातिपदिकं स्वीकुर्मः चेत्, केवलम् अकारः स्वीकुर्मः चेत् अका व्याकरणशास्त्रे केवलम् अकारः अस्ति चेत् तत्र अष्टादश अकाराणां ग्रहणं भवति. सो तत्र न केवलं ह्रस्व अकारस्य, दीर्घ आकारस्य अपि ग्रहणं, प्लुत् आकारस्य अपि ग्रहणम्, अनुनासिक अकारस्य अपि ग्रहणं, निरनुनासिक अकारस्य अपि ग्रहणम्, अनुदात्त स्वरित अपि च उदात्त अकारस्य अपि ग्रहणम्. सो अष्टादश अकाराणां ग्रहणं. केवलम् अकारः अस्ति चेत् अष्टादश अकाराणां ग्रहणं. सो एतत् कार्यं गुणसन्धि के वर्णात् अनन्तरं भवति. आत् अकारः, आ अपि च दीर्घ आ. सो व्याकरणशास्त्रे तो वयं केषां पुलुताकारस्य कोऽपि तत्र उदाहरणं नास्ति. सो तत्र ह्रस्वाकारस्य उदाहरणमस्ति, दीर्घ आकारस्य उदाहरणमस्ति. अतः तत्र अकारस्य परे कार्यम्, आकारस्य परे अपि कार्यम्. सो अ आ अनन्तरं पञ्चमी अस्ति, अतः अ आ अनन्तरं किं भवेत्? अचि. अचि इत्युक्ते सप्तमी अन्तम् अस्ति इति सप्तमी अन्तम् अस्ति. आचित्यनेन कोऽपि स्वरः, सर्वे स्वराः. परन्तु इदानीम् अत्र पश्यतु, अत्र सूत्रं वदति अ आ परे कोऽपि स्वरः अस्ति चेत् पूर्वपरयोः इति यः अस्ति षष्ठी अन्तम् अस्ति. षष्ठ्यन्तं पदे पदं सूत्रे किं भवति? स्थानी भवति प्रायशः. सो स्थानी किम् अस्ति अत्र? पूर्वपरयोः द्विवचनात् पदमस्ति. सो अत्र स्थानी कः कः वर्णः स्थानी अस्ति? न केवलम् अ आ स्थानी अस्ति, परन्तु परे यः अस्ति तदपि स्थानी भवति. द्वयोः मिलित्वा, द्वयोः स्थाने किं भवति? एकः गुणः भवति. द्वयोः पूर्वपरयोः एक आदेशः भवति, एकमेव स्थाने नास्ति, अत्र स्थाने द्वयं, पूर्वे यः पञ्चमी अनन्तरं यः सप्तमी, अतः अत्र एकम् अन्यत् अधिकारः पूर्वपरयोः अत्र तत्र अधिकारः कुत्र कुत्र पूर्वपरयोः अधिकारः अस्ति भगिनि? सन्धिसूत्रेषु यन्सन्धिसूत्रे पूर्वपरयोः अधिकारः अस्ति वा भगिनि? यन्सन्धिसूत्रविधायक यन्सन्धिविधायकसूत्रं किम्? सूत्रे सत्यं सो इको यनचि इति सूत्रे पूर्वपरयोः अधिकारः अस्ति वा? नास्ति. नास्ति किमर्थं नास्ति? तत्र इक् एव स्थाने अस्ति, इक् स्थाने यन् आदेशः भवति न, तत्र पूर्वपरयोः इति अधिकारः नास्ति, तत्र इकः एव स्थाने अस्ति, इकः स्थाने यन् आदेशः भवति. कदा भवति? अचि परे भवति. इको यन् अचि, सो अचि परे अस्ति चेदेव इक् स्थाने यन् आदेशः भवति. दट् इस् द फस्ट् सूत्रम्. इको यन् अचि सन्धिविधायक स्वरसन्धिविधायक स्वरसन्धिप्रकरणे प्रथमसूत्रम् अस्ति इको यन् अचि. तस्मिन् सूत्रे महर्षि अचि इति पदं दत्तम्, अनन्तरं तत्र अचि अचि अचि इति अस्माभिः अनुवृत्तिरूपेण स्वीकरणीयं, कुत्रापि अचि न दत्तम्. इको यन् अचि 6177 अत्र पश्यतु 6175 अत्र इको यन् अचि. सो इको यन् अचि इति सूत्रस्य अनन्तरम् एचो अय आव आवः एचो यव आयावः. सो अत्रापि एचः एचः इति षष्ठ्यन्तम् अस्ति, एचः स्थाने अय अव आय आव इति आदेशः भवति, परन्तु कदा भवति? अचिपरे. अचिपरे भवति. सो यद्यपि अनन्तरं तत्र अपवादसूत्राणि सन्ति, सो अत्र अस्माकं विषयः कः? आत्परे कोऽपि अच् वर्णः अस्ति चेत् तत्र पूर्वपरयोः एकः गुणादेशः भवति इति एतत् सूत्रं वदति. परन्तु यदि वयं पश्यामः आत् परे आ अस्ति चेत् किं भवति? तदपि अच्वर्णः, तत्र तु न भवति, तत्र गुणसन्धि न भवति. किमर्थं न भवति? यदि वयम् अयोग कोऽपि परे अकारः अस्ति, सो आत् परे अचि अस्ति, अत्र गुणः भवति न भवति? अत्र किं भवति? दीर्घसन्धि भवति. सो सो सम्पूर्णप्रकरणं पठनीयं, प्रकरणं सम्पूर्णप्रकरणं पठामः चेदेव वयम् अवगतुं शक्यते, अत्र तु कार्यं नास्ति. सो आद्गुणः इति सूत्रस्य कृते अपवादसूत्रमस्ति, अकः सवर्णे दीर्घः इति अपवादसूत्रमस्ति. न केवलम् अकः सवर्णे दीर्घः इति सूत्रम् अपवादसूत्रं, वृद्धिरेचि इति अपि अपवादसूत्रमस्ति. किमर्थं चेत् आ तत्र वृद्धिरेचि इति नेक्स्ट् सूत्रं 6187 साक्षात् अनन्तरम् अस्ति 87 आम् 87 अत्र पश्यतु, स्क्रीन् दृश्यते वा भगिनि? दृश्यते भगिनि. आद्गुणः साक्षात् अनन्तरमस्ति वृद्धिरेचि. वृद्धिरेचि इति सूत्रे तत्र पूर्व तत्र आत् इत्यस्य अनुवृत्तिः अस्ति, आत् इत्यस्य सो आत् अनन्तरम् एच् वर्णः अस्ति चेत् तत्र वृद्धि करणीयम् इति सूत्रं वदति. आतः इति अनुवृत्तिः अस्ति, सो आतः परे एचि इति सप्तम्यन्तम् अस्ति, सो आत् परे एच् अस्ति चेत् पूर्वपरयोः एकः वृद्धिः भवति. सो परन्तु आद्गुणः इति किम् अस्ति? औत्सर्गिकसूत्रम् अस्ति. औत्सर्गिकसूत्रम् इत्युक्ते जनरल् नियम् वदति आत् परे कोऽपि अच् वर्णः अस्ति चेत् गुणः करणीयं, परन्तु तस्य सूत्रस्य कृते साक्षात् अनन्तरम् अपवादः वर्तते. एच् एच् वर्णः अपि एचि भवति. ये एच् वर्णाः सन्ति ए ऐ ओ औ ते अपि अचि, ते अचि अन्तर्भूतः. सो यदा तत्र अयोग ए अस्ति तत्रापि आद्गुणः इति सूत्रम् आगत्य वदति अत्र मम कार्यक्षेत्रं, परन्तु वृद्धिरेचि वदति नो, अहं तो अत्र मया एव कार्यं करणीयं. सो द्वयोः सूत्रयोः तत्र सङ्घर्षः भवति. सो कथं जानीमः केन सूत्रेण कार्यं? वृद्धिरेचि इति सूत्रस्य कार्यक्षेत्रं लघु अस्ति, केवलम् अचि परे एव वृद्धिः भवितुं शक्नोति, परन्तु गुणः तु सम्पूर्ण अचि परे गुणः भवितुं शक्नोति. अतः समानकार्यम् अस्ति, इत्युक्ते निमित्तमपि समानं, पूर्ववर्णः अपि समानम्, इत्युक्ते अत्र सदा प्लस् एव अस्ति चेत् यदा तत्र तादृशस्थितिः अस्ति सदा प्लस् एव. अत्र आद्गुणः इति सूत्रम् अपि आगन्तुं तस्य प्रसक्तिः अपि अस्ति, वृद्धिरेचि इति सूत्रस्य अपि प्रसक्तिः अस्ति. किमर्थं चेत् पूर्वे आत् अस्ति, पूर्वे आत् अस्ति, परे अचवर्णः अस्ति, एकारः अचवर्णः, परन्तु एकारः न केवलम् अचवर्णः, एच् वर्णः अपि अस्ति. सो अस्मिन् दशायां किं भवति, अस्यां दशायां तत्र न केवलम् आद्गुणः इति सूत्रम् आगत्य प्रसक्तः भवति, परन्तु वृद्धिरेचि अपि आगत्य अत्र वदति मम कार्यक्षेत्रं. सो अत्र कथं जानीमः केन सूत्रेण कार्यं करणीयम्? अपवादसूत्रेण कार्यं यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति सः अपवादसूत्रं भवति. स्थानी अपि समानं, स्थानी इत्युक्ते पूर्वपरयोः द्वयोः. सो अत्रापि पूर्वपरयोः इति अस्ति, अपि च निमित्तमपि समानम्, अचि इत्यनेन निमित्तं, परन्तु वृद्धिरेचि तु केवलम् एच् एव निमित्तम् अस्ति, सम्पूर्ण अचि इति निमित्तं नास्ति. अतः वृद्धिरेचि इति सूत्रस्य कृते कार्यक्षेत्रं लघु अस्ति, केवलम् एचि परे एव कार्यं कर्तुं शक्यते एतत् सूत्रं, परन्तु आद्गुणः तु सर्वत्र कार्यं कर्तुं शक्यते, सः बृहत् सूत्रम् अस्ति. अतः अपवादबलेन एव अपवादः अत्र यदि अत्र वृद्धि रेचि इति सूत्रं कार्यं न करोति चेत् सूत्रं निरवकाशः भवति. सूत्र कोऽपि सूत्रम् अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं निरवकाशः मा भवेत्. तदेव अस्ति अपवादस्य लक्षणम्. अपवादसूत्रस्य लक्षणं किं? कोऽपि सूत्रं निरवकाशः मा भवेत्. No sutra should go waste. If we will do here also guna sandhi, what is the need for this vriddhi rechi? Etat sutram to niravkashah bhavati. So kopi sutram niravkashah ma bhave. Tadeva asti apvad sutrasya lakshanam. So apvad sutrasya kim lakshanam? Sutram niravkashah ma bhavet. Ataha karyam karniyam vriddhi rechi tenene eva sadeva bhavati. Vriddhi bhavati. न तु गुणः भवति इति तत्र सम्पूर्णप्रकरण आधारेण पठामः चेदेव वयम् अवगन्तुं शक्यते. एकमेकं सूत्रं पठामः चेत् किमपि न अवगम्यते. सो आद्गुणः इति सूत्रस्य कृते वृद्धिरेचि इति अपवादसूत्रम् अस्ति, न केवलं वृद्धिरेचि, अकः सवर्णे दीर्घः अपि वृद्धि अपवादसूत्रम् अस्ति. किमर्थं चेत् सवर्ण अच् परे अस्ति चेत् तत्र तु दीर्घसन्धि भवति, न तु गुणः भवति. अयोग अ अस्ति चेत् तत्र आद्गुणः इत्यनेन कार्यं नास्ति, तत्र तु दीर्घसन्धि भवति. सो असवर्ण, सो फलितार्थः कः? कदा आद्गुणः इति सूत्रं कार्यं करोति? फलितार्थः अस्ति आत् परे असवर्ण एच् विहाय, असवर्ण इ ऊ अस्ति चेदेव कार्यम्. किमर्थं चेत् ए ऐ ओ औ परे तु वृद्धिः भवति, अपि च सवर्ण अ आ इ अस्ति चेत् अ आ अस्ति चेत् दीर्घ भवति, दीर्घ आदेशः भवति. अतः एतत् सूत्रस्य कृते अपवादसूत्रद्वयम्, अकः सवर्णे दीर्घः अपि च वृद्धि रेचि. अवगतं वा भगिनि? आं भगिनि अवगतम्. सो सम्पूर्णसूत्रस्य अध्ययनम् आवश्यकम्. ओ अस्तु, इदानीं तु बहु समयः अभवत्. एतत् आरभ्य पुनः अग्रिम कक्षायां पठामः. अहं चिन्तयामि अग्रिमकक्षायाम् एतत् करपत्रस्य समापनं भवेत्. अङ्गस्य इत्याधिकारः, अनन्तरं पदस्य इत्याधिकारः. अस्तु, इदानीं तु स्थगामः. कोऽपि प्रश्नः अस्ति चेत् एतावता पृच्छतु, अन्यथा अत्र स्थगामः. जगदीश महोदय, कृपया शान्तिमन्त्रं पठतु महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव वशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. धन्यवादः महोदय. धन्यवादः भगिनी. धन्यवादः. धन्यवादः.